नमस्कारः, सर्वेषां स्वागतम्। तिङन्तदातवः इति द्वितीयकरपत्रम् अनुवर्तते। भगिनी सरला भगिनी, अस्तु, द्वितीयकरपदे हलन्त धातूनां वयं पूर्वम् अधुपद हलन्तधातु इति कृतवन्तः। तत्र यथा पठ्यसि इति पा पठ्यते इति आगच्छति, तत्र विशिष्टकार्यमस्ति दीर्घोकित अनेन। इदानीम् इदुपदधातूनां वयं कृतवन्तः, यथा भिदसि, बिभेद्यते इति भवति, गुणोयङ्को इति भवति, तत्र विशिष्टकार्यं। ऋदुपदधातूनां वयं कृतवन्तः, तत्र रीक् उदुपदस्य अस्ति, तत्र रीग् उत्पदस्य चयनेन रीग् आगमः भवति, नृत्यस्य अस्ति, नरी नृत्यते इति भवति। तदनन्तरं कृप् इति अस्ति, वयं कृप् गतसप्ताहे कृतवन्तः, किन्तु महोदय पुनः कृतवान् इति कर्तुमिच्छति वा भगिनी पुनः? कृप् कृप् धातु इति तस्य विशिष्ट कृप्पोरोलः इति सूत्रेण कृप् अस्ति, तस्य श्रुतिसामान्य इति यत् अस्ति, गुणं भूत्वा यत्र रेफा आगच्छति तस्य स्थाने लकारः भवति, अपि कृप् इति ऋत् ऋकार अस्य श्रूयमानरिकार तस्य सदृश लृ इति आदेशः भवति, कृपः उः, कृपः रः, लः इति आगच्छति। कृपः इति द्विवारं दत्तमस्ति अनुवृत्तिसूत्रे, इति प्रथम कृप् उः इति आगच्छति, कृप् स्थाने उः इति षष्ठीविभक्ति भूत्वा तत्र सदृश लृ आगच्छति, कृपः रः ल, यत्र कृप् इति तस्य यदि गुणकार्यं भवति तत्र रेफा आगच्छति इति आगच्छति। सो कृप् रोलः सूत्रस्य न केवलं प्रसक्ति यङ् लुकि अस्ति, किन्तु यत्र लिट् लकारे अपि भवति, निच् यदि अस्ति तत्र अपि भवति इति अग्रे पश्यामः रूपाणि कानि भवन्ति। सो प्रथमं यथा कृप् इति धातु स्वीकृत्य प्रक्रिया कथं भवति, कृप् योग यङ् यत्र अस्ति, कृप् इति धातु एकाचो हलादे क्रियासंवारे अनेन यङ् विधानम् अस्ति, यदि यङ् विधानं भवति तस्य प्रथमं कोऽपि अत्र अन्य विशिष्ट अङ्गकार्यं नास्ति तस्य पूर्वं, तदनन्तरं द्वितं भवति कृप् इति हलन्तम् अस्ति, अतः अजीनं व्यञ्जनं पणेन संयोजनम् अनेन कृप्य इति भवति, कृप्य एकाचो धातो हलादि प्रथमभागस्य द्वितं भवति, सो कृप्य इति भवति। इदानीं कृप्य यदि भवति तदनन्तरं प्रथमम् अभ्यासस्य सामान्यकार्यं कर्तव्यं, तु उरत् इति सूत्रेण कर्कृप्य इति भवति, कर्कृप्य यदि आगच्छति तत्र तदनन्तरं इति कर्कृप्य भूत्वा रेफस्य पुनः हलादिशेषनेन लोपः भवति, सो च कृप्य इति भवति, सो महोदयेन केवलं च कृप्य इति दत्तमस्ति अत्र। इदानीं रीग् उदुपद तस्य प्रसक् तत् भवति प्रथमं, सो चरि कृप् इति विशिष्टकार्यं यत् अस्ति रीग् उदुपदस्य, चरि कृप् भवति, कृपोरोलः इति कृपादिसूत्रमस्ति, तस्य कार्यं अन्ते भवति न तु पूर्वं, सो यदि चरि कृप् अस्ति तत्र अभ्यासस्य रेफ अस्ति तत्र लकारः आगच्छति, अभ्यस्त अङ्गस्य यत् कृ अस्ति तत्र ऋकारस्य स्थाने सदृश लृ इति भवति, रूपं भवति चलीकृप्यते इति आगच्छति. तदनन्तरं महोदयने अधो भागे यदि लटी अपि कृप् महोदयेन नूत एकं प्रथमं सः लिखितवान् तत् अचुरादिगणे इति नूतन वाक्यं निवेशनमस्ति. कृपेश्च इति धातुचुरादिगणे अस्ति. लटि कल्पति, कल्पयति, कल्पयते. कृपु सामर्थ्ये समर्थं भवति. भवादिगणे लटि कल्पते. उभयत्र कृपोरोलः इत्यनेन लत्वमस्ति. पुरातन करपत्रे इति वाक्यं नास्ति, इति नूतनं वाक्यम् अस्ति. भगिनि, अत्र तु कः भेदः? गते सप्ताहे वयम् अपि वयम् एतदेव कृतवन्तः खलु? आमां, पुनः कृतवान् अस्मिन् सप्ताहे. सो वयम् अनिर्दितधातूनाम् इति पठामः, किन्तु अत्रापि लटि यदि असि कल्पयति इति भवति रिच्, तत्र अपि कृपोरोलः कार्यं करोति. वयं दृष्टवन्तः गतसप्ताहे अपि, तत् अहं चिन्तयामि. सो तत्रापि कृपयोग निच् अस्ति. पुगन्तलघुपदशयनेन गुण भूत्वा कर्प् इति भवति. कर्पयोग ई, कृपोरोलः अनेन अनेन कल्प् योग ई आगच्छति रेफस्य स्थाने. तदनन्तरं कल्पी दशप् इति देन गुण भवति. कल्पे योग शप् आगच्छति. एच् ओ वयावने कल्पयति इति रूपं भवति. कल्पयति वा कल्पयते. चुरादिगणीय धातु अस्ति रिच् यत् अस्ति. महोदय उक्तवान् प्रायः रिच् इति रूपाणि उभयपदी सन्ति. कपयति भी अपि भवति, कल्पयति भी अपि भवति, कल्पयति अपि भवति. तर्हि नूतनविषयः न, नूतनवाक्यं यत् अस्ति चुरादिगणे प्रथमं, तत् नास्ति पूर्वं. कृपेश्चति धातु चुरादिगणे अस्ति, तत् वाक्यं नास्ति पुरातनकरपत्रे. इदानीं निवेशनम् उक्तवान्. अपि लिट् लकारे अपि सामान्यं भवति, द्वित्वं भूत्वा च कृप् च कृप् इति भवति. इदानीम् अनदितं दातुं कुर्मः. आं भगिनि, अस्तु. कः पठति? मणिमहोदय. तस्य पूर्वम् एकः प्रश्नः, किं वाक्यम् अत्र न दत्तं पूर्वम् इदानीं दत्तम्? प्रथमवाक्यं यत्र क्लप् इति धातु अस्ति, कृतुपद कृप् धातु इति विशेषः. कृपेश्च विचारं करोति, चिन्तनं करोति. तावत्पर्यन्त पुरातनकरपत्रे आसीत् कृपेश्च इति धातु. चुरादिगणीय धातु अस्ति. कल्पति, कल्पयति, कल्पयति इति वाक्यं नूतनम् अस्ति. धन्यवादः. अस्तु. पाणिनि धातु पाडे अणिदित् धातोः इमे अञ्ज् कुञ्ज् ग्लुञ्च् सञ्च् कञ्च् गञ्च् गृञ्च् अनन्तरं ब्लुञ्च् लुञ्च् वञ्च् अञ्ज् रञ्ज् वञ्ज् रञ्ज् सञ्ज् स्वञ्ज् कुन्त् ग्रन्थ् मन्त् श्रन्त् उन्द् बुन्द् स्कन्द् स्यन्द् इन्द् बन्द् सुन्द् दुम्प् त्रुम्प् रुम्प् गुम्प् तुम्प् त्रुम्प् त्रुम्प् द्रुम्प् उम्ब् दम्ब् सुम्ब् स्रम्ब् श्रुम्ब् श्रम्ब् दम्स् ब्रम्स् द्वंस् ब्रम्स् सम्स् स्रम्स् दृण्ः देयं यत् येषु अञ्च् अञ्ज इञ्ज् इन्द् उन्द् उम्ब् रुम्प् इत्येव धातवः अजादयः अधः एभ्यः यङन्तप्रत्ययः न भवति, यतोहि लाति कचोदाद्य एव अयम् इति सामान्यनियमः। अवशिष्ट अनिदित् धातुभ्यः कथं यङन्तसिद्धिः इति अग्रे प्रदर्शयामः। अञ्ज् इत्यादयः अजादयः अत्र यङ् प्रत्ययः न भवति, चहलादि इत्यासां व्याहरे सूत्रेण अन्यसु धातुः कं किं भवति इति पुनः पश्यामः इति कृतं। सूत्रं पठामि वा? प्रथमतया स्मर्त्यता यत् अनिदितां धातूनां नकारलोपः भवति, अनिदितां हलावतः कितिनिति येषाम् हलन्तधातूनां ह्रस्व इकारस्य इत् संख्या नास्ति, येषाम् उदायः नकारः अस्ति चेत् तस्य नकारस्य लोपो भवति कितिनिति प्रत्ययपरे। इत् इत् अस्ति येषां दे इदित् न इदित् अनिदित् बहुव्रीहिगर्भः अञ्जितत्पुरुषसमासः येषाम् अनिदितां क च म च च तयोः इतरेतरदन्धः गौ गौ इगौ यस्य सः ङित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् कितिनिति। अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं कितिनिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्। स्नानलोपः इत्यस्मात् स्नालोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अनिहितां हलः अङ्गस्य उभधायाः नकारः लोपः कृतमिति सूत्रं वदति, यत्र हलन्तधातु ह्रस्व इकारः इत् नास्ति तेषाम् उभधायः नकारः अस्ति। उदाहरणे दत्तं बहूनि धातुः बुन्द् स्कन्द् अत्र उपधायः नकारः अस्ति, तस्य नकारः इत् नास्ति चेत् अत्र उपधा लोपः नकारः लोपो भवति इति सूत्रस्य अर्थः जानीमः। अपि च स्मर्यता यत् नकारलोपः सामान्यः अङ्गकार्य यङ्गन्धसिद्धिः प्रक्रिया च सामान्य अङ्गकार्यं द्वित्वात् पूर्वमेव करणीयम्। नकारः लोपः अनीतं द्वादूनाम् इति सूत्रं पूर्वं कार्यं करोति, तस्य परमेव द्वितीयं भवितव्यम् इति अत्र दत्तं। महोदय, कानि अङ्गकार्याणि भवन्ति द्वितीयस्य पूर्वं? द्वितीयस्य पूर्वं अनीतां मालः इति सूत्रं कार्यं करोति, अतः नकारलोपः अनन्तरं क्रियासंज्ञां प्रक्रियायां वयं कानि अङ्गकार्याणि द्वित्वस्य पूर्वम् इति पठितवन्तः इति स्मृतवान्, भवान् स्मरति वा? वदतु अन्यानि कार्याणि कानि सन्ति अङ्गकार्याणि? उदाहरणे दुम् बुन्द् इति दत्तम्, अत्र नकारः अनीतं हलोपदति सूत्रेण नकारलोपः, तस्य परं यङन्दं विधिः अस्ति, एकाचो हलादये क्रियासंहारे यङ् इति सूत्रेण। मम प्रश्नः अस्ति, अन्यानि कानि कार्याणि अङ्गकार्याणि अस्ति सामान्यतया यानि द्वित्वस्य पूर्वं कर्तव्यम्? अकृतसारदातुक इति सूत्रं कार्यं करोति, अत्र अजन्तमङ्गस्य सूत्रं सम्यक् अजन्ताङ्गस्य अकृतसारधातुक इति एकम् अस्ति, अन्य अपि सम्प्रसारणमपि अद्वितस्य पूर्वं कर्तव्यम् अनदितां हलोपधायं किम् इति द्विकारिणे दीर्घ ऐ मीन् अकृतसारदा इति सूत्रम्, अनन्तरं सम्प्रसारणम्, अनन्तरं अनुदितामहलोपदायक इति यत् नकारस्य लोपः भवति तदपि द्वितीयस्य पूर्वं कर्तव्यं यथा भवान् इदानीं पठितवान् प्रथमं फस्ट् कार्यम् अनुदितामहलोपदायः अनन्तरमेव अकुरुसाधु अनन्तरं सम्प्रसादं वा इति न प्रश्नः अस्ति अङ्ग अस्माकं प्रक्रिया अस्ति यङ्ग् विधानं तदनन्तरम् अङ्गकार्यं तदनन्तरं द्वित्वं करणीयं तदनन्तरं सामान्य अभ्यासकार्याणि तद् विशिष्ट अभ्यासकार्याणि तदनन्तरं चप् विधानम् इति अङ्गकार्याणि यदि अङ्गकार्याणि आसीत् तत्र इति चिन्तनं भवति कानि कानि अङ्गकार्याणि अस्ति कानि सूत्राणि आगच्छन्ति तत्र इति यथा भवान् उक्तवान् अकृतसार्वधातुकौ इति एकसूत्रं भवति अत्र सम्प्रसारं कार्यं पूर्वं कर्तव्यम् अनदितामहलोपदायां तस्य अपि यत् कार्यं प्रसक्तिः अस्ति तत् अपि पूर्वं कर्तव्यम् इति आशयः अस्ति मम त्रीणि कार्याणि क्रमेण भवति क्रमेण इति नास्ति क्रमेण इति चिन्तनं नास्ति किन्तु इति यदि सम्प्रसारणम् अस्ति तत् द्वितस्य पूर्वं कर्तव्यम् इति आं भगिनि अनितं मलोपदायः पूर्वकार्यं तस्य परम् अकृत अनन्तरं सम्प्रसारणं कृत्वा तदेव वा तदेव इति अहं न जानामि इति तदेव मम प्रश्नः अस्तु धन्यवादः किमपि करोतु इति प्रथमम् प्रक्रिया ओके अञ्च कुञ्ज् इति एकं प्रथमधातुम् इति स्वीकुर्मः चेत् अत्र अनीतं हलोपदयः इति सूत्रेण कितिनि इति सूत्रेण नकारः लोपः भवति अनन्तरं अकृत्सार्वधातुक इति कार्यम् अत्र न भवति अजन्ताङ्गं नास्ति अनन्तरं सम्प्रसारणमपि अत्र भवितुं न अर्हति अतः कुच् एव इदानीं दातु इदानीं यङ्गन्ध विधिः अस्ति हला क्रियासङ्गो हलादे क्रियासङ्गञ्च अस्तु वञ्च वञ्च इति धातूनां धातु अस्ति अत्र नकारः लोपो अनीतम् अलोपदायः कृतिनीति सूत्रेण अनन्तरं वच् एव तिष्ठति इदानीं अजन्ताङ्गं नास्ति अतः अकृतसारधातु दीर्घसूत्रं न कार्यं करोति अजन्तं नास्ति अतः अनन्तरं वच् इति सम्प्रसारणं वर्णः अस्ति वकारः अतः सम्प्रसारणं भवति इति अनन्तरं सम्पर्णस च इति सूत्रेण पूर्वपरयोः उकारकारः पूर्वपरयोः पूर्वरूपम् आदेशः किन्तु महोदय उक्तवान् सम्प्रसारणं भवति अहं न जानामि कारणं किम् अस्ति अत्र उच्च इति दातु अस्ति किल उच्यते आमां वचति वृजति तस्य सम्प्रसारण सूत्रमपि अस्ति साधु किन्तु उक्तवान् न कर्तव्यं सम्प्रसारणमत्र कारणम् अहं न पृष्टवती कथं न कर्तव्यं भगिनी भवती जानाति यदि वच् इति भवती नकारस्य लोपः भूत्वा अनुदितः लब् जाता तत्र सम्प्रसारं न कर्तव्यं कारणं किं भवति तत्र उपदेशे यजादीनाम् इति न कर्तव्यम् इति वा आम् आम् किमर्थम् इत्युक्ते वचस्वपि इति किम् अस्ति आति किम् अस्ति अतिदेश निति नास्ति ओन्लि किति तत्र भवति न न न स्वपि एव यङ् प्रति न भवति नितिनि प्रति प्रे बट् वच् भवति इति अहं चिन्तयामि स्वपि यजादीनाम् इति सूत्रमस्ति आम् आं वचि स्वपि कितिमिति वा नूतनं सूत्रमस्ति साधु यत्र वचि स्वपि स्यामि साधु अत्र कितिनि इति एव वा तत्र गृह यथा गृहीज्या वै वै किति मिति भवति तत्र किति भवति केवलं वचि सपि इति किति नीति नास्ति न आम् अस्तु धन्यवादः अतः स्यां सं सूत्रं स्मृतवान् स्याञ्जो लैक् देट् भगिनी अत्र वचिस्वपि यदादीनाम् इति शब्दस्य ग्रहणं नास्ति प्रतिपदोक्तत्वम् अस्ति अत्र तु वच्छति साक्षात् वच् इति परिभाषणे इति धातोः तत्र ग्रहणम् अस्ति शब्दग्रहणं नास्ति शब्दग्रहणं वा धातो द्वयोर्मध्ये भेदः किम् अस्ति सर्वेषां वच्छति किमस्ति रूपस्य ग्रहणं नास्ति वच्छति धातोः ग्रहणमस्ति अत्र तु वच्छति वच् परिभाषणे इति धातोः ग्रहणम् अत्र तु तादृश काशिकायां तथा एव उक्तमस्ति अत्र तु तादृश वच्छति धातु परिभाषणे इति धातुः नास्ति खलु अत्र तु वञ्च् इति धातुः अस्ति अस्तु अस्तु इति मन्ये प्रायः तदपि स्यात् अस्तु सम्प्रसारः न भवति अत्र सम्प्रसारः न भवति धन्यवादः वच् एव तिष्ठति वच् योः यम् इदानीं आदिदेश धातु भवति अतः वच् योः य इदानीं द्वितं भवति सन्यङ्गो इत्यनेन चकारः अस्ति अतः अजीर्णं व्यञ्जनपरेण संयोज्यम् इति भाष्यकारेण च इति अन्य स्वरः वच्य इति एकाचो द्वे ब्रह्मस्य इति सूत्रेण द्वितं भवति वच्य इति इदानीं सामान्य अभ्यासकार्यं सामान्य अभ्यासकार्यं किमपि नास्ति अतः वच्य वच्य इति एव तिष्ठति इदानीं दीर्घोक्तः विशिष्टसूत्रेण दीर्घो भवति वाच्य इति तस्य किम् अस्ति यदि कित् अस्ति तत्र न भवति दीर्घ साधु इदानीं नीक् वञ्चु इति सूत्रं कित् अस्ति तस्य आगमः भवति नीट् आगमः भवति धन्यवादः इदानीं वा वच्य इति अभ्यासस्य परे रूपं भवति इदानीं रीग् किं सूत्रं नीक् वञ्चु रीग् वञ्चु नीक् वंशु वंशु स्रंसु ध्वंसु स्रंसु भ्रंसु कसपद पदस्य स्कन्धाम् इति सूत्रेण नकारः निगागमः इङ्गिपरे इति तत्र दत्तम् अतः वच् दातु अस्ति चेत् वणि अभ्यासस्य अनन्तरं आदेशः वणी वच्य इति रूपं भवति अनन्तरं सप्रत्ययः विधीयते अनन्तरं के अपि अतः वणी वच्यते इति रूपं भवति भगिनी भवती करोति वा धन्यवादः खलु आम् द्वं तर्हि ओ अस्तु अस्तु क्षम्यताम् अकरोतु भगिनि करोतु भगिनि अरुणा भगिनी करोति वा नमस्ते भगिनि श्रंस् दातु एव श्रंस् योगः इयं वयं जानीमः धातो काचो हलादे क्रिया समभिप्रायचित्रेण यङ् दीयते यङ् इति नित् अस्ति किति अस्ति ततः अनितां हल् पदाया किमिति सूत्रेण अनुस् नकारलोपः भवति तदनन्तरं संज्ञासूत्रेण द्वित्वं द्वित्वं कार्यं भवति कार्यमत्र श्रं स्रस्य इति दातु स्रस्य इति कार्यम् आं भगिनि प्रथमं भूत्वा स्वस्य इति भवति प्रथम एकाचो हलादेति इति प्रथम अचुवर्ण अकार अस्ति नो स्र स्र पर्यन्तं पर्यन्तं सो तस्य द्वितं भवति स्र स्रस्य इति भवति सूत्रेण भवति न न प्रथमं हलादिचेतते सस्य अधुना नीक् नीक् वञ्च् वञ्चु श्रंशु ध्वंशु भ्रंशु कस पद पद कन्दां सूत्रेण अत्र नीक् आगमः भवति अनेक इति आदिन्तसूत्रेण अन्त्यकार अनन्तरम् आगच्छति शनि षष्य इति अस्ति नीक् इति ककारलोपः भवति गुणोयङ् लुको इति सूत्रेण गुणयङ्कृतस्य प्रसक्तिः नास्ति स्रस्य अस्ति साधु सत्रस्य नीक् आगमः भवति शनिस्य सो गुणोयङ्कृको इत्यस्य प्रसक्तिः नास्ति कारणं कि नीक् इति आगमः अस्ति अधोभागे यथा पठतु इति यथा उक्तम् ओ ओके यथा उक्तं पूर्वम् अत्र गुणोयङ्लुकोः इत्यनेन अभ्यासस्य गुणः न भवति यतोहि इष्टः यङन्तधातुः यदि शनेकस्य इति अभविष्यत् तर्हि पाणिनिः साक्षात् नेक इति आगमम् अकरिष्यत् आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनिः साक्षात् नेक इति आगमं यदा एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इति एव इष्टम् अस्मिन् सामर्थ्ये आगममपि अस्ति अवगतं भगिनि वाणिमहर्षिः केवलं नीक् इत्येव उक्तं सूत्रे ततः गुण यङ् गुणो यङ् गुणो यङ् लोको कार्यं न करोति शनिषस्य अधुना लट्लकारे आत्मनेपदि भक्त्य दीयते शनि शनिषस्य सुनिश्यते इति रूपं भवति. अग्रिम जस्ट् रूपं वदतु, अग्रिमे द्वस् द्वस् ध्वस् रूपम्. ओ ब्रंश नो नो ध्वंस या ध्वंस रूपं किं ध्वंस ध्वंस अत्र द्वस्य दकारस्थाने अल्पप्राणदकार अभ्यासं द्वस्यति द्वस्यति नीकागम. भ्रंशति तत्रापि बनि पश्यति बनि भ्रस्यति तु सामान्य कार्य कानि कार्याणि भवति सामान्यस्य प्रथम युक्तं भवति तदनन्तरम् अभ्यासचर्चेन महाप्राणपकारस्थाने अल्पप्राण आगच्छति पकारलोप भवति तदनन्तरं नीकागम. भव्या भगिनी स्कन्दं करोति वा स्कन्दयोगिनां? आं भगिनि वदामि भगिनि. दृष्ट्वा किमपि जातव्यं किमपि स्यात् इति मन्ये प्रयत्नं करोमि. अस्तु स्कन्द इत्यस्मात् किमस्ति होमविहारार्थे धातोरेकाचो हलादेः क्रिया समभिहारे प्रत्यन्ते विधानं तर्हि स्कन्दयोगः यम् इति भवति. अधुना तु किम् अस्ति प्रथमं भवति अत्र यङ् विधानेन एव अनिदितां हलु उपादायानिति इत्यस्य कार्यं कृत्वा उपादायाः नकारस्य लोपः तर्हि स्कद् इति भवति. अधुना द्वित्वकार्यं भवति संयोः इत्यनेन द्वित्वं तर्हि अत्र किम् अस्ति अत्र एकाचो द्वे प्रथमस्य इति भवति. तर्हि प्रथम एकः हलादि अस्ति इति कृत्वा तर्हि प्रथमभागः कः इति प्रश्ने सति किम् अस्ति किम् अस्ति अजीन अजीनं व्यञ्जनं परेण संयोजनम् इत्यनेन स्क इति प्रथमभागः अनन्तरं किम् इति द्वितीयभागः भवति. तर्हि स्क स्क किम् इति भवति क्षम्यत इद् अपगच्छति. आम् आम् तर्हि अजीनं व्यञ्जनम् इति एकः एव भागः अस्ति तर्हि स्कद् इत्येव अस्ति खलु स्कद् तत् स्कद् इति स्कद् क्षम्यतां स्कद् किम् अस्ति स अनन्तरम् इद्य इति भवति तर्हि स स इद्य इति भवति तर्हि स्कद्य इति रूपम्. अधुना किम् अस्ति स्क इत्यस्मिन् अपि हलादिशेषः इत्यनेन स इति अन्यकार्यमस्ति भगिनि अन्यकार्यमस्ति शर्पूर्वकयः इति वा? आमां शर्पूर्वः कयः इत्यनेन स इति अवशिष्यति सकारस्य लोपः भवति तर्हि स स्कद्य इति भव स्कद्य इति भवति. अनन्तरम् अत्र तकारस्य स्थाने चोः कुहोश्युः इति सूत्रेण चकारादेशः भवति तर्हि चस्कद्य इति भवति. अधुना नीं पञ्चुस्रं सुध्वं सुभ्रं सु कसपदपदस्कन्दाम् इति सूत्रेण निकागमः भवति अभ्यासस्य. तर्हि निक् अस्ति किम् अस्ति कित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन किमस्ति कित् अस्ति इति कृत्वा अत्र अन्तिमस्य अनन्तरम् आगच्छति, स्वरस्य अनन्तरम् आगच्छति. तर्हि च अनन्तरं मीक् अनन्तरं सद्य इति भवति. तर्हि चनी सद्य ककारस्य मीक् इत्यस्य ककारस्य लोपं भूत्वा चनी सद्य इति भवति. तर्हि अन्यकार्यं किमपि नास्ति, चनी चनी सद्यते इति रूपं प्राप्तं. धन्यवादः. सूत्रं पठति भगिनि. आं भगिनि. नीक् वञ्चुस्रं सुध्वं सुभ्रं सुकसपदपदस्कन्दां वञ्चस्रं सुध्वं सुभ्रं सुकसपत् पद्स्कन्धिकेशं धातूनाम् अभ्यासस्य नीकागमो भवति इति एलिपि च. अनन्तरम् अनुवृत्तिसहितसूत्रं वञ्चुस्रं सुध्वं सुभ्रं सुकसपदपद कन्धाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः इति इत्युक्ते यङि इति भवति यङ्लुकि इति भवति इति सस्पत् पद् इति त्रयाणां धातूनां यङन्तधातुसिद्धिः अधुपदधातूनां स्थले प्रदर्शिता. यथा उक्तं पूर्वम् अत्र गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः न भवति, यतोहि इष्टः यङन्तधातुः यदि चनेकस्य इति अभविष्यत् तर्हि पाणिनिः साक्षात् नेक् इति आगमम् अकरिष्यत्. आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनिः साक्षात् नेक् इति व्यधास्यत्. एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते. अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्येव दृष्टम् इष्टम्. अस्मिन् सामर्थ्ये लाघवमपि अस्ति. तर्हि अत्र किमर्थं गुणकार्यं न भवति गुणो यङ्लुकोः इत्युक्ते कार्यं किमर्थं न भवति इति प्रश्ने सति यदि पाणिनिः गुणम् अपि भवतु इति चिन्तितवान् चेत् साक्षात् ने किमर्थं सोपानद्वयं खलु. तर्हि एकेनैव सोपानेन पाणिनिः नेक् इति आगमं करिष्यति खलु इति कृत्वा तत्र नीक् इत्येव इष्टं रूपम् अस्ति इति कृत्वा नीक् इति आगमः एव इष्टः. अत्र गुणः अस्य गुणसहितं रूपं न इष्टम् अस्माभिः इति कृत्वा अत्र नीक् इति आगन्तव्यं. भगिनि अस्पत् चेत् केवलं रूपं रूपाणि वदति वा पुनस्मरणार्थं भगिनि कस्य इत्यस्य चन्निकस्य ते इति अहं वदामि अतः साधु चन्निकस्य ते पनि पच्यते पनि पद्यते इति भवति तत् साधु अस्तु. आमां सरलमहं कृतवती तत् अग्रे अहं पठामि. दञ्च दञ्च भञ्ज च इति द्वयोः धातोः यङन्तधातुसिद्धिः. यङन्तप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते ह्रस्व अकारः अस्ति, किन्तु धातुः अन्ते अनुनासिकवर्णो नास्ति. अतः नुगतो अनुनासिकान्तस्य इत्यनेन नुगागमः न भवति. तथापि एषां नुगागमो भवति जप जब दह दश भञ्ज भञ्जपशाम् इच्च इति विशिष्टसूत्रेण. इदानीं वयं पूर्वं ये धातव दृष्टवन्तः ते सर्वे उपधायां तेषां नकार नकार अस्ति, नुमागमस्ति, तत्र नुम् अस्ति. किन्तु यत्र इदानीं वयं यत् पठामः वंश भञ्ज दंच भञ्ज इति ते हलन्तधातवः सन्ति, न तु अदन्त. ते उपधायां वयं दृष्टवन्तः नकारसि, अत्र अपि उपधायां अनुस्वारः अस्ति किन्तु हलन्तधातवः सन्ति. तेषां यङन्तसिद्धिः कथं भवति सूत्रम् अस्ति. जप जप दह दश भञ्ज जप शाम् इति सूत्रेण तत्र नुगागमः अस्ति नुगुतो अनुनासिकान्तस्य. पूर्वं यत् वयं कृतवन्तः ये दातवः सन्ति तेषां यद् नुगागम नुक् इति अनु उपधायां यत् नकारस्य लोप भूत्वा अनुदतां तत्र नीक् आगमस्ति, इदानीं नुक् आगमस्ति. यङन्तप्रसङ्गे प्रक्रिया कथं भवति? दंश् योग यङ् अनुदितां हल् उपधायां किति ङिति, अनेन ङिति प्रत्ययपरे नकारलोप, दश् योग य द्वित्वाभ्यासस्य कार्यं, द दश्य जप जप झ दश भञ्ज जप श्याम च इत्यनेन अभ्यासस्य नुक् आगम यङि परे दन् दश्य इति यङ्गन्तधातुः दन् दश्यते इति भवति. सो दंश् योग यङ् तत्र धातु हलादौ एकाचो क्रियासंहारे अनेन यङ् विधानं भवति. इदानीमपि दंश् इति अनुदितां हलोपदायां यत् अनुस्वारसि तस्य लोप भवति इति परे तु दश् योगय भवति. इदानीं द्वित्वस्य कोऽपि कार्यं नास्ति अभ्यासस्य, अकृतसार्वधातुक इत्यस्य प्रसक्तिः न भवति कारण कि हलन्त धातु हलन्त अस्ति, न तु अजन्तधातु अस्ति, अजन्तधातु नास्ति. दश् योगय इति अजिहीनं व्यञ्जनं परेण संयोजनं तत्र दश्य इति भवति. एकाचो हलादि प्रथमसंयङो इति सूत्रेण ददश्य इति द्वितं भूत्वा ददश्य भवति. जप जप जह दश भषाम् इति सूत्रेण अनुस्वारस्य नुक् नुक् आगम भवति. नुक् आगम कित् अस्ति, अस्य कित् अभ्यासस्य नुक् आगम अस्ति, कित् आद्यन्तटकितो अनेन तस्य अनन्तरं भवति दश्य इति भवति. वयं पूर्वं दृष्टवन्तः पदान्त वचेति इति यदि वार्तिकम् अस्ति अनेन पदान्त अस्ति अभ्यासस्य पदान्त भवति, अनेन वा पदान्तस्य विकल्पेन अन्यपक्षे अनुस्वारस्य अनुस्वारस्य यै परसवान तस्य न भवति, नकार आगच्छति. सो दन् दश्यते अन्यपक्षे इति भवति. सो पदान्तवचेति वक्तव्यम् इति वार्तिकस्य बलात् वा पदान्तस्य जनेन परसमानविकल्प दश्यङ् दन् दश्यते इति भवति. तथैव भञ्ज् यदि वयं कुर्मः तस्य रूपं कथं भवति? भञ्ज् योगयङ् प्रथमं भञ्ज् योगयङ् भूत् अनुदितां हल् धातु अनेन ञकारस्य लोप भवति, भज् भवति. तदनन्तरं भज्य हल् अभ्यासे च अनेन बभज्य इति भवति. तदनन्तरं जप जप जन अनेन कोऽपि अन्यकार्यं न भवति कारण तत्र नुकागमः भवति, अनुस्वारस्य उपलक्षणं भवति. भज्य वा पदान्तनेन बं भज्यति तस्य परसवर्णं मकार भवति, बं भज्य इति भवति. सूत्रं पठामि वा कोऽपि अन्यपरत् अस्तु. जप जप दह दश भञ्ज जप श्याम च जप जप झप् ध दश भञ्ज पश एतेषां धातूनाम् अभ्यासस्य नुक् आगमो भवति. यङि यङि लुकि च नुक् इत्यस्मिन् ककार संज्ञक उकारश्च उच्चारणार्थं नुक् अनुस्वारस्य अपि उपलक्षणं दश धातु. अस्मिन् सूत्रे अनुस्वारो नास्ति यतो हि यङि दश इत्यस्य एव द्वितम् अनुनासिकत्वं न भवति. जपश्च जपश्च दहश्च दशश्च भञ्जश्च पशश्च तेषाम् इतरेतरद्वन्द्व जप जप दह दश भञ्ज जप श्याम तेषाम् जप जप जह दश भञ्ज पशां षष्यन्तं चाव्ययं त्रिपदमिदं सूत्रम्। अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य एतस्य अनुवृत्ति गुरो यङ्लुको इत्यस्मात् यङ्लुको इत्यस्य अनुवृत्ति नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं जप जप दह दश भञ्ज पशां च अङ्गस्य अभ्यासस्य नुक् यङ् लुको इति भवति। तोति जप जप इति उल्लिखिता ये धातवः सन्ति जप जप् जप् ध दश भञ्ज् पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमो भवति। नुक् आगमो अपि यङि यङि लुकि परे इति अस्ति। अपि नुक् यत् अस्ति तस्य अनुस्वारस्य उपलक्षणमपि भवति तत्र इति सूत्रं वदति। इदानीं मणिमहोदय भवान् पठति वा नुगामक बस् अत्रापि धातो यदि सूत्रमस्ति तत्र दश इति तत्र दश इति न लिखितमस्ति भञ्ज् तत्र भञ्ज् इति लिखितमस्ति तस्य कारणं किम् अस्ति इति महोदय पृष्टवान् कथं दश इति न दत्तमस्ति भञ्ज् तत्र ञकार निर्दिष्टम् अस्ति। आम् कारणः किं न अवगच्छामि परन्तु पठामि अनन्तरं ऋणागमः प्रसङ्गे ऋगित्यनेन सनुस्वारो लक्ष्यते इति सिद्धान्तकौमुदी वाक्यं नाम नुक् अनुस्वारस्य अपि उपलक्षणम् अपि शब्दः केषुचित् टीकाकारेषु दीयते तथा चेत् नकारः इत्यस्य अपि सङ्केतः अनुस्वारस्य अपि यत्र नकारेण रूपं न सिद्ध्यति तत्र अनुस्वारः यदा सा यं यम्यते रं रम्यते इति ऋगित्येन अनुस्वारो लक्ष्यते इति सिद्धान्तकौमुदी इति वाक्येन नुक् अनुस्वारस्य उपलक्षणं भवति इति दत्तम्। अनन्तरम् अपि शब्दः केषुचित् टीकाकारः दे वदन्ति नकारः इत्यस्य अपि स्वीकरणीयम् अनन्तरम् अनुस्वारस्य अपि रूपमपि भवितुम् अर्हति इति टीकाकारः वदति नकारः रूपं न भवति चेत् अनुस्वारः एव तदेव अर्थः वा अत्र सिद्धान्तकौमुदी तदनन्तरं भाष्यकार टीकाग्रन्थे अपि काशिकायां किं किं लिखत इति अस्ति टीका तत् दत्तमस्ति नुकागमस्य कृते अपि शब्दः कथम् इति योजितम् अस्ति तस्य अपि अपि आवश्यकम् अस्ति इति कारणं कि उपलक्षणमपि भवेत् तत्र यथा यकार तस्य परसवर्णः नास्ति सो अपि यदि शब्दः न भवति तत्र परसवर्णः किं भवति तत्र अनुस्वार एव तिष्ठति इति सिद्धान्तकौमुद्याम् अपि शब्दस्य निवेशनम् अस्ति अपि इति अर्थं द्वयम् आगच्छति अनुस्वार अपि यत्र परसमानं भवेत् लक्ष्यमिति आशयति अस्ति अपि भगिनि पुनः वदतु भगिनि न तत्र तस्मिन् भागे इत्युक्तम् अस्ति भगिनि मम किञ्चित् पुनः वदतु कस्मिन् भागे स्मृतं लक्ष्यते इति अपि शब्दस्य आवश्यकता सिद्धान्तकौमुद्यां यद् दत्तम् अस्ति कारणं किम् अस्ति कारणं तदा एव वयं वापदान्तस्य इत्यनेन अनुस्वारस्य किम् अस्ति वा पदान्तस्य इत्यनेन परसवर्णः आनेतुं शक्नुमः इति स्यात्। या किन्तु यदि अपि न भवति तु किं भवति, ये वर्णाः सन्ति येषां अनु परसवर्णः न भवति यथा यकार रेफ, तो यदि अपि यदि नुगागमः भवति अपि नास्ति तु तेषाम् अनुस्वारः कथं भवेत् यदि अपि न भवति, अतः अपि शब्दस्य सिद्धान्तकौमुद्यां नकारे नकारस्य ग्रहणं नकारेण नकारस्य ग्रहणेन को वा लाभः इति प्रश्नः आयाति खलु। अनुस्वारः तु आगच्छति एव, अनुस्वारस्य अपि उपलक्षणम् इति अस्ति, इति नकारस्य अपि उपलक्षणम् अनुस्वारस्य अपि उपलक्षणम् इति द्वयो अर्थद्वयम् आगच्छति अपि निवेशनेन, अनुस्वारः भवेत् वा अत्र नशापदान्तस्य जलि इति स्वीकृत्य अनुस्वारं भूत्वा तदनन्तरं परसवर्णः आगच्छति, तद् तस्य तस्य तस्मिन् विषये एव अग्रे उक्तम् अस्ति भाषिकायां इति तथा इदानीं भाष्यकारस्य मतं किम् अस्ति तद् दत्तमस्ति अधोभागे महाभाष्ये पठानि अहं पठामि भवती पठतु। चित्रा भगिन्या लक्षितं यत् नुगतो अनुनासिकान्तस्य इति स्थले महाभाष्ये अस्मिन् प्रसङ्गे सूचना प्राप्यते। नुगतो अनुनासिकान्तस्य नुकि संयम्यते रम्रम्यत इति रूप रूपासिद्धिः सिद्धिः इति वा सिद्धिः नुकि मुद्रणदोषमिति तदेव अग्रे उक्तमस्ति असिद्ध्यति असिद्धिः इत्युक्ते नुकि सति संयम्यते रम्यतः इति रूपं न सिद्ध्यति इति उक्तमस्ति, तादृशं रूपं न सिद्ध्यति। अनुस्वार आगमनवचनात् तु सिद्धम् अत्र यत्र नुकागमः भवति तत्र तु नकारस्य आगमः अस्ति चेत् किम् अस्ति यम्यते रम्यते इति रूपं न प्राप्नुमः, अत्र अनुस्वारस्य उपलक्षणम् इति कृत्वा यदा अनुस्वारः आगच्छति तदा तु वयम् अनुस्वारसहितं रूपं प्राप्नुमः। अनुस्वार आगमनवचनात् सिद्धम् एतत् इति अस्तु, अनुस्वार आगमौ वक्तव्यः इति अस्ति अस्तु अनुनासिकान्तस्य इति न एवम् अपीदमेव रूपम् एवमपि इदमेव रूपं स्यात् एवमपि इदमेव रूपं स्यात् तर्हि यत्र तत्र अनुस्वारः भवति तदनन्तरं परसवर्णं भूत्वा द्वापदान्तस्य इति पद परसवर्णं भूत्वा यञ्यम्यते इदं न स्यात् यञ्यम्यते पदान्तवच्च इत्यनेन पदान्तवच्च इति वक्तव्यं वा पदान्तस्य इति तर्हि आम् तत्रैव अत्र अनुस्वारः इति यदा भवति तदा एव अनुस्वार आगमनेन एव वयं प्राप्नुमः वयत्र परसवर्णमपि भवति वा पदान्तस्य इति सूत्रेण। काशिकायामपि अयं विषयः अस्ति, तत्र न्यासटीकायाम् उच्यते यदि लुक् क्रियते यम्यते इत्यादौ नशापदान्तस्य जलि इति जल् उच्यमानः अनुस्वारः न सिद्ध्यति अजल् स्वरत्वात् जलि उच्यमानः जलि जलि जलि उच्यमानः अनुस्वारः न सिद्ध्यति यदि लुक् क्रियते इत्यमेत्यादौ नशापदान्तस्य जलि इति तादृश अनुस्वारः नशापदान्तस्य जलि इत्यस्मिन्नपि वयम् अनुस्वारं प्राप्नुमः किन्तु अत्र तु तादृश तत्र नशापदान्तस्य जलि इति सूत्रे तु केवलं जलिपरे भवति, अत्र तु यत्र क्रियते तत्र तु साक्षात् यद्यपि अजलि अपि भवति इति कृत्वा यदि नशापदान्तस्य जलि इति स्वीकृत्य इति चिन्तयामः चेत् तथा नास्ति, तत्र अजलि परे तु न भवति एव, किन्तु अस्माकं विवक्षायाम् अधुना यङ्लुक् यङि तु अजलि अपि भवति इति कृत्वा एव नुकामदः अनुस्वारस्य उपलक्षणम् इति वदामः, फल तत्र अनुस्वारः अपि भवति इति. इत्याह नुकि इत्येतद् अनुस्वार उपलक्षणार्थं द्रष्टव्यम् इति उक्तं. तर्हि साक्षात् अजलिपि भवति इति कृत्वा साक्षात् अत्र आगममेव आगमः एव अनुस्वारस्य एव आगमः इति मन्तव्यम्. कथं पुनः नुगित् एतद् एतद् अनुस्वार उपलक्षणार्थं शक्यते द्रष्टुं, नुकि एतद् अनुस्वार पुनः पृच्छति तदेव. इत्याह स्थानिना हि आदेशः आदेशः लक्ष्यते इति. नुका हि स्थानिना अत्र आदेशः अनुस्वारः उपलक्ष्यते. केवलम् अत्र नुक् इति आगमः स्थाननिर्देशं, नुक् इति आगमने किम् अस्ति, कित् अस्ति, तर्हि कुत्र भवति इति प्रश्नस्य उत्तरं ददाति. तर्हि किन्तु अत्र तु अनुस्वारः उपलक्ष्यते इति एव अस्ति. तस्मात् अनुस्वारः एव आगमः अत्र विधीयते, न तु नुक्. अत्र तु अनुस्वारः एव आगमः विधीयते, नुक् आगमः नास्ति इति. अस्तु, नास्ति इति. अस्तु, न तु नुक् नियम्यते इत्यादौ यदि अपि यद्यपि अजल् परतः अस्ति, अजल् अस्ति खलु, यकारः तु अजलि नास्ति, तथापि अनुस्वारः सिद्ध्यति. यद्यपि अजल् अस्ति यकारः, तथापि अनुस्वारः कथं साधयामः वयम्? अनेन कारणेन. किमर्थम् इत्युक्ते अनुस्वारः एव उपलक्षणम् इति लक्ष्यते इति. अत्र तु नकारस्य आगमं भूत्वा तदनन्तरं दशाबदान्तस्य जलि इति कार्यं नास्ति. एवम् अनुस्वारस्य इ परसवर्णः प्राप्नोति. इष्यते च पक्षे अनुस्वारस्य श्रवणं तन्न सिद्धिति. अपदान्तत्वात् इत्याह पदान्तवच्च इत्यादि पदान्तवत् अनुस्वारः भवति इति एतदर्थरूपं व्याख्ये अयम् इत्यर्थः, व्याख्यायम् इत्यर्थः. तदेदं तत्र इदं व्याख्यानं तदन्तविधि विधिना एव अनुनासिकान्तस्य अनुस्वारः भवति, न अनार्थः अन्तग्रहणेन. तत् क्रियते पदान्तस्य अनुस्वारस्य यो धर्मः सः नुकोऽपि स्याद् इति एवम् अर्थं. तेन अनुस्वारस्य पक्षे श्रवणं भविष्यति इति. अस्तु, तर्हि अत्र किम् अस्ति, सम्यक् वदामि वा भगिनि? अत्र तु प्रथमः प्रश्नः निवारितः. अत्र तु नशापद अत्र तु नुग नुकागमनेन नकारः न लक्ष्यते, किन्तु अनुस्वारः एव लक्ष्यते इति. तदा एव अजलिपि कार्यं भवति इति अवगच्छामः. तदनन्तरम् उक्तमस्ति अत्र केवलम् अत्र अनुस्वारस्य ऐ परसवर्णः इत्यनेन वयं स्वीकुर्मः इति चिन्तयतु. किमर्थम् अत्र तु अनुस्वारस्य अपदान्तकार्यम् इति स्वीकृत्य अनुस्वारस्य ऐ परसवर्णः इति चिन्तयामः चेत् अनुस्वारस्य श्रवणं तन्न सिद्ध्यति. अत्र तु किम् अस्ति, अत्र अनुस्वारस्य कदापि वयं सर्वदा तु तदा तु परसवर्णः आदेशः भवति, नित्यम् आदेशः भवति, तदा तु तत्र संयम्यते इति भवति खलु. तत्र अनुस्वारस्य श्रवणं न शृणुमः, परसवर्णस्य एव श्रवणं शृणुमः. तर्हि कथं वा साधे? तर्हि किन्तु अनुस्वारस्य रूपमपि साधुरूपमेव अस्ति, अनुस्वारसहितस्वरूपम्. तदर्थमेव पदान्तवच्चेति वक्तव्यम् इति वार्तिकम् अस्ति. अनेन किं जानीमः? पत्र यद्यपि अपदान्तम् अस्ति, तदापि अत्र अभ्यासे तु वयं पदान्तवत् भवति इति, पदान्त इव भवति इति स्वीकृत्य वा पदान्तस्य इति सूत्रेण अनुस्वारः अपि तिष्ठति, अनन्तरं परसवर्णरूपमपि आगच्छति. आं भगिनि भवति तर्हि परसवर्णः विकल्पेन भवति तर्हि अनुस्वारस्य श्रवणमपि वयं कुर्मः परसवर्णश्रवणमपि भवति रूपद्वयमपि साधु तर्हि सिद्धान्तकौमुद्यां यत्तुक्तम् आसीत् नुकि सति संयम्यते रयम्यते इति रूपं न सिद्ध्यति रूप यदि आमां तर्हि अत्र नुक् आगमनेन नकारः न लक्षितः इति एव तत्र सिद्धान्तकौमुद्यां न सिद्ध्यति इति न कदापि न भवति इति अत्र अर्थः अस्ति तर्हि नुकागमः केवलम् अनुस्वारस्य एव उपलक्षणम् अस्ति तत्र कदापि नकारः न आगच्छति किमर्थम् इत्युक्ते अजलेपि कार्यं भवति इति वक्तव्यम् किन्तु अपि यदि वदति तो तत्र तस्य अनुस्वारस्य परसवनम् अपि भवति साधु अपि यदि रूपं द्वयमपि सिद्धान्तकौमुदीवाक्यं नाम लुक् अनुस्वारस्य अपि उपलक्ष्यम् अपि शब्दः किन्तु यथा नकारः इति आम् आं तत्र किम् अस्ति सिद्धान्त अनन्तरं कानिचन टीकाग्रन्थेषु तथा केषुचन टीकाग्रन्थेषु लुकागमः तु अपि इति ग्रहणम् उक्तबलेन तत्र अनुस्वारस्य अनन्तरं नकारस्य अपि सङ्केतः इति जनाः मन्यन्ते किन्तु अन्ये जनाः किं वदन्ति तथा नास्ति केवलम् अनुस्वारः एव लक्षितः अस्ति किमर्थम् इत्युक्ते अजलिपि कार्यं भवति इति कृत्वा साक्षात् अनुस्वारः एव लक्षितः अपि इत्यस्य ग्रहणं ते न कुर्वन्ति महाभाष्ये न कुर्वन्ति काशिकायामपि न कुर्वन्ति केवलं सिद्धान्तम् अनन्तरं टीकाग्रन्थेषु तथा उक्तम् अस्ति साधु किं भगिनि अवगतवती इदानीं साधु अवगतं मया धन्यवादः सो इदानीं मणिमहोदय किं भव दश तत्र कथं दंश इति न दत्तमस्ति भञ्ज अपि नकार अस्ति कारणं भगिनि अहं पूर्णतया अहं न अवगच्छामि परन्तु अजलि अस्ति चेत् अत्र नकारः अनुसारस्य प्रसवनं न भवति तस्य कारणेन अपि नुगागम इति अपि स्वीकरणीयम् अनुसारस्य उपलक्षणमपि इति पुनः वदामि महोदय सरलरूपेण वदामि अत्र किमुक्तम् अस्ति इत्युक्ते मतद्वयम् अस्ति वैयाकरणानां सिद्धान्तकौमुदीकाराः सन्ति अनन्तरं टीकाकाराः एकस्मिन् पक्षे सन्ति अन्यस्मिन् पक्षे काशिकाकारः अस्ति अनन्तरं भाष्यकारः अपि अस्ति भाष्यकारः टीकाकारः किं वदन्ति तत्र सिद्धान्तकौमुदी अनन्तरं टीकाकारः एकस्मिन् पक्षे रैट् वन् सेक्षन् आफ़् द पीपल् आर् सेयिङ्ग् दे आर् सेयिङ्ग् नुकागमः अपि अनुस्वारः इति तत्र दे आर् एडेड् अपि वेन् यु एड् अपि इट् इण्डिकेट्स् दट् टु थिङ्ग्स् आर् कमिङ्ग् रैट् इत्युक्ते रामः गच्छति लक्ष्मणः अपि गच्छति देन् टु पीपल् आर् गोयिङ्ग् से रामः इस् लक्ष्मण गोयिङ्ग् इति तथा नास्ति सो अपि इति ग्रहणेन वट् दे कन्सिडर् इट् नकारः फस्ट् इस् कम्स् अण्ड् देन् अनुस्वार आल्सो कम्स् इन् वन् आफ़् दि एस् वन् आफ़् दि वैकल्पिकम् आप्शन् बट् द प्राब्लम् हेपन्स् इस् वेन् नकारः कम्स् बट् आन् दि सिद्धान्तकौमुदी सैड् वट् आन् दि काशिका सैड् और् आन् द महाभाषा सैड् वट् दे आर् सेयिङ्ग् इस् दे डोण्ट् डू अपि They don't say api. What they say is, whenever you say nukagamaha, it means anuswaraha. There is no other option. Tatra tu nakarasya grahana nasti. It doesn't indicate nuk ityanena nakarasya agamaha nasti. Kevalam anuswarasya grahana masti. Why do we say that? If at all we had nakara agamaha, then what happens? Dashapadantasya jali ityanena kevalam jali pare tatra karyam bhavati. Yam yam yate iti bhavati. बत् यन् यम्यते इति नकारः अस्ति चिन्तयतु यन् यम्यते नकारः आगच्छति तत्र तु नकारस्य अनुस्वारः एव न भवति एकस्मिन् पक्षे यन् यम्यते इति वयं शृणुमः वयं किन्तु तथा साधुरूपं नास्ति किं जलि नास्ति खलु तर्हि नशापदान्तस्य जलि कार्यं न भवति खलु महोदय, आगच्छति वा? आमां वाट् दे आर् सेयिङ्ग् इस् नकार इस् नाट् अट् आल् अन् आप्शन्, नेवर् नेवर् नकार नेवर् कम्स्, दट् सीम्स् करेक्ट् रैट्? नकार नेवर् कम्स्, वट् एवर् कम्स् डैरेक्ट्लि इट् कम्स् अस् अनुस्वार, दट् इस् वै यम् यम् एते इति अनुस्वार कम्स् इन्, अण्ड् देन् बेस्ड् आन् द फ्याक्ट् दट् इट् इस् नाट् गोयिङ्ग् टु बि, इवन् दो इट् इस् अपदान्त, दट् पार्ट् यु अण्डर्स्टुड् रैट्? वट् एवर् काशिककार सीस् Bhashyakara says there is only Anuswara Adesha, you understand, right? There is no Api, there is no Nakara Adesha. Because Ajali Api Karyam Bhavati, Api Yakara Ajali Aski, Tathapi Karyam Bhavati, Anuswara Heva Adesha Bhavati. And then what they are claiming is, and then they are talking about the Padanta Vachyati Vaktavyam Iti Vartikam, where it says even though it is Apadanta, Yam Iti Apadanta Karyam Asti, Kalu, Padanta Iti, Padanta Iti, Padanta Iti, तिङन्तं पदं यम् इत्यस्मिन् सुपपि नास्ति तिङपि नास्ति तथा तथापि यम् इति यत्र आगच्छति तत्र तु इट् इस् कन्सिडर् एस् अ पदान्त बिकास् पदान्तवच्च इति वक्तव्यं यत्र अभ्यासः अस्ति तत्र तु पदान्तवत् भवतु इति टेलिङ्ग् यु. अनेन किं भवति? पदान्तवच्च इति वक्तव्यम् इति सूत्रेण तत्र वा पदान्तस्य इति एकं सूत्रमस्ति, स्मरति वा? अनुस्वारस्य परसवर्णः इत्यनेन अपदान्तस्य नित्यं परसवर्णादेशः भवति, बट् वा पदान्तस्य इत्यनेन विकल्पेन परसवर्णः आगमिष्यति इति कृत्वा यं यम्यते इति एकं रूपम्, अनन्तरं यं यम्यते इति अन्यत् रूपम्. सो इट् केन् हाव् टू रूपम्स् बिकास् आफ़् वापदान्तस्य वापदान्तस्य केनाट् बि अप्लैड् अण्टिल् यु सम्बडि टेल्स् यु यु केन् कन्सिडर् इट् एस् अ पदान्त, रैट्? That is why we have that Vartikam, Padantavacheti Vaktavyam. So we have, so both the Rupams, Yamyamyate, Anantram, Yamyamyate are both correct. But Nakara can never be applied. Nakara will never come in. It is always Anuswara. And then you can have Vikalpena Parasavarna, you can have. Because that is what is seen in Bhasha, in ordinary languages and in books, that is what is seen. That one they are justifying this way. अनुसारस्य उपलक्ष्यमेव द्रष्टव्यम् अत्र स्वीकरणीयम् इति. धन्यवादः. भगिनी, भवत्या चिन्तनम् अस्ति वा सूत्रे कथं दश अस्ति दश नास्ति भञ्ज अस्ति द्वयो? नुगतोऽनुनासिकान्तस्य इति सूत्रं कार्यं पठितवन्तः. साक्षात् सूत्रं यत् वदति जप जप दह दश, तत्र भञ्ज् इति कथं दंश न दत्तमस्ति? यथा भञ्ज् इति साक्षात् दत्तमस्ति, न तु दंश इति न दत्तमस्ति, कारणं जानाति वा? यङि दश् इत्यस्य एवं द्युतम् अनुनासिकत्वं न भवति इति उक्तमस्ति, किन्तु बंश् इत्यस्य तु भवति इति उक्तमस्ति. अत्र बंश् इति अस्ति, अत्र ते यङि यङ्लुक् एव कार्यमस्ति खलु, किन्तु दंश् अपि दातुं लिखितुं शक्नोति साधु दंश्? कथं दश् इति तस्य कारणं किम् अस्ति? किं भञ्ज् इति भज् इति अपि लेखितुं शक्नोति साधु? बिकास् दश् इत्यस्य प्रथमावयव अनिदितां जल हल उपादायनिति इत्यनेन किं भवति? दश भवति, दश भूत्वा एव द्वितं भञ्ज् अपि तस्य अपि भज् भवति अनदिता अनेन भञ्ज् अपि भज् भवति अनुदितः हलुपदायां. द्वयोः कार्यं समानः अस्ति, किन्तु एक धातु नुम् इति निवेशितम् उक्तमस्ति, एक नुम् न निवेशितम् अस्ति. एककारणम् अस्ति, वर्गे उक्तवन्तः दश् इति एकमेव धातु अस्ति. इन् यङ्ग् लुक् इन् यङ्ग् बोत् आर् करेक्ट् बट् इन् यङ्ग् लुक् भञ्ज् अत्र यदि जस्य नकार भज् इति अन्य भज् धातु अस्ति भजति भ्वादिगणे धातु तथा नास्ति. यङ्लुगन्तधातु निर्माणम् इति वयं पठितवन्तः खलु, तत्र पश्यतु तत्र भञ्ज् इत्यस्य नकारस्य लोपः न भवति इति अस्ति. ओन्लि दश ओन्लि दश भवति. कारणं किम्? कारण की भज यदि यदि भज सूत्रे भंज न लिखाम भज इति यदि लिखाम तत्र अन्य भज इति यस्य अर्थं भिन्नम् अस्ति. भंज इति धातोः अर्थं भिन्नम् अस्ति इति उक्त भंज इति साक्षात् उक्त्वा अन्य अर्थं न आगच्छति इति एक कारणमस्ति. द्वितीय महोदय उक्तवान् अहं पक्षयिष्यामि द्रक्ष्यामि. एतावत् पर्यन्तं वयं कृतवन्तः. विराममः भगिनि, एकनिमिषं भगिनि, तस्मिन् विषये भञ्ज् इत्यस्मिन् अन्वेषणं करोतु. आमाम् अधुना पश्यतु. भज् इति अन्यधातु वयं कृतं भ्वादिगणे भजति भजते तत्तु भिन्नं धातु भिन्न यदि भज् अत्र भज् लिखामः जप् झम्ब भज् अर्थं भिन्नम् आगच्छति तत्र इति कारणेन भज् इति दत्तम् अस्ति सा च इति वदति. भगिनि अत्र यङ्ग्लुक् अत्र काशिकायाम् उक्तमस्ति दंशधातोः यङ्ग्लुके कार्यं चिन्तयतु. केवलं यङ्ग्लुकि यङ्गि नास्ति. यङ्ग्लुक् वि सा बिफोर् रैट् लैक् टु करपुत्रस् बिफोर् इन् दट् इन् यङ्ग् इन् यङ्ग् एव्रिथिङ्ग् इट् इस् द सेम् जस्ट् लैक् हौ यू सेड् रैट् नुका अनिदितः तत्र तु अनिदितः लोपदायानिति इत्यनेन तत्र नकारस्य लोपः भवति उपदायां विद्यमानस्य नकारस्य. तु इन् यङ्ग् लुक् इन् यङ्ग् लुक् रूपं लुक् अट् द रूपं दं दशीति इति दशधातोः नकारस्य लोप इट् हेपन्स् सो दन् दशीति इति भवति दंशीति इति न भवति दन् दशीति इति भवति. तर्हि दश् इत्यस्यैव द्वित्वं भूत्वा दश् दश् दशीति अनन्तरं नुकागमः भूत्वा दन् दशीति इति भवति. किन्तु यङ् अत्र भुञ्जधातो भञ्जधातोः पश्यामः चेत् यङि तु सम्यक् अस्ति बं भज्यते इति भवति नकारस्य लोपः भवति. किन्तु यङ् लुके रूपं किम् अस्ति बं भञ्जीति इति भवति साधु वा. तत्र तु यङ् लुके भञ्ज् इति अस्ति बं भञ्ज् भञ्ज् इति द्वित्वं भूत्वा बं भञ्जीति इति रूपं साधयामः इति कृत्वा भञ्ज् इत्यस्य यङ् लुके नकारस्य लोपं मा भवतु इति सूचयितुम् अत्र भञ्ज् इति एव दत्तमस्ति. किन्तु दश् इत्यस्य तथा नास्ति यङि यङ्लुके अपि तत्र किमस्ति दश् इत्यस्य एव द्वित्वं भवति. तो इदानीं यङि भवति ब वयम् उक्तवन्तः ब भञ्ज्यते इति भवति सा ओ बनि भञ्ज्यते बं भजते अबं नुकृतसि बं भजते बं भजते यङि चिन्ता नास्ति नकारस्य लोपः भवति बं भजते इति यदस्ति किन्तु यङ् लुकि एव क्लेशः अस्ति यङ् लुकि ञकार तिष्ठति तस्य लोपः न भवति तिष्ठति आम् आम् रूपं किमस्ति यङ् लुकि भगिनि अत्र भञ्जीति भञ्जीति बं भञ्जीति बं भञ्जीति एक्स्क्यूस् मी साधु वा यञ्जुकि किन्तु वयं रूपं पठितवन्तः वा वयं बं भञ्जि हा वयं कृतवन्तः यङ् लुकि ओ यङ् लुकि नाम्नामि भञ्जति महोदय दत्तवान् किन्तु अस्मिन् विषये यङन्तधातूनां यङ्लुगन्तधातूनां विषये उभयमपि सामानरूपेण एव दत्तवान् महोदय हेस् टु सेपरेट् इट् ऐ थिङ्क् यु शुड् रैट् टु महोदय Send him, send him, then he will know. I'll not CC, he'll think like you are telling him he's incorrect, so I'll not CC anyone about him, I'll write it and then forward it. Okay. तर्हि विरमामः वा अस्तु धन्यवादः धन्यवादः सुप्रभातम् धन्यवादः